अस्तु, तर्हि कानिचन अव्ययपदानि सन्ति, तत्र गतसप्ताहे वयम् अभ्यासं कृतवन्तः, यथा यदि तर्हि यावत् तावत् यद्यपि तथापि चेत् नो चेत् इत्यादीनि पदानि सन्ति। तत्र प्रायः रूपस्य प्रयोगः कथं भवति इति स्पष्टं स्यात्, किन्तु उदाहरणार्थम् इदानीं भगिनी वदति, पुष्पभगिनी वदति यत् तत्र प्रश्नः अस्ति, अवधेयम् इति अस्मिन् लिखितमस्ति, यावत् तावत् इत्येतत् युगलम् अवधिं दैर्घ्यं कालं च सूचयति। तत्र दैर्घ्यम् इति तत्र दीर्घशब्दं जानति वा? दीर्घशब्दस्य भावप्रत्ययः तत्र श्यै इति कश्चन प्रत्ययः अस्ति, यथा उष्णः इत्यस्य औष्ण्यम्, सुन्दरशब्दस्य सौन्दर्यं, दीर्घशब्दस्य दैर्घ्यम् इति श्यै प्रत्ययः अस्ति, तत्र भावार्थे भवति। तर्हि दीर्घविषये कालविषये च इति अर्थः अस्ति अत्र। यावत् तावत् नाम मार्गः मम गृहे, मम गृहं यस्मिन् मार्गे अस्ति, सः मार्गः यावत् दीर्घः अस्ति तावत् दीर्घः नास्ति सः मार्गः यस्मिन् भवतः गृहम् अस्ति इति उदाहरणार्थं तत्र दीर्घः अथवा कालमपि भवति खलु, तस्य उदाहरणं यावत् आत्मज्ञानं न भवति तावत् मोक्षः न भवति। अस्तु, समीचीनमस्ति। भवती इति भवती एव रचितवती इति वा? तावत् सुन्दरवाक्यं, बहु समीचीनमस्ति। यावत् विश्वरूपं न पश्यति तावत् अर्जुनः न विश्वसिति इति वाक्यं नासीत् खलु? यद् वाक्यं भवती उक्तवती तदेव वदतु। यावत् आत्मज्ञानं न भवति तावत् मोक्षः न भवति इति वाक्यं रचितवती, बहु सम्यक् अस्ति भगिनि, विलक्षणम्। एतत् पुस्तकम् एव भवती लिखितवती खलु? लक्ष्मी भगिनी अस्माकं पुस्तकं लिखितवती स्वयं, विलक्षणं कार्यम्। अस्तु, अन्य कोऽपि प्रश्नः आसीत्? अग्रे आसीत् तत्र कुत्र आसीत्, तत्र अन्य कोऽपि प्रश्नः अस्ति? पञ्चमवाक्यं तु वदतु। अस्तु, अत्र पठतु कृपया। मयि चित्तं समाधातुं न शक्नोषि चेत् अभ्यासयोगेन मां प्राप्नुहि, नो चेत् मुक्तकर्मपरमः भव। मयि चित्तं समाधातुं न शक्नोषि चेत्, शक्नोषि इति रूपं कथमस्ति, किं कीदृशमस्ति? भविष्यत्कालरूपं शक्नोषि, मध्यमकाल, मध्यमपुरुष, एकवचनं शक्नोषि। लट्लकारः अस्ति, मध्यमपुरुषस्य एकवचनं त्वं, त्वं न शक्नोषि चेत् अभ्यासयोगेन मां प्राप्नुहि। प्राप्नुहि इति लोट्लकारस्य मध्यमपुरुषस्य एकवचनान्तरं रूपं, यथा देहि ददाति इत्यस्य, प्राप्नोति इत्यस्य प्राप्नुहि, ददाति इत्यस्य देहि, ददाति इति देहि। अन्य कोऽपि प्रश्नः अस्ति वा महोदय? एकवाक्यं रचयतु, दैर्घ्यं, दैर्घ्यम् इत्यस्य वा इति भवान् वदतु वाक्यं, दैर्घ्यम् इत्यस्य उदाहरणं। मम गृहस्य मार्गः दैर्घ्यम् अस्ति. मार्गस्य मार्गः दैर्घ्यं न, मार्गस्य दूरी दैर्घ्यम् अस्ति. दूरी इति न, तत्र नाम दैर्घ्यम् अत्र वार्ता एवमस्ति यत् दैर्घ्यमिति भावशब्दः अस्ति. उदाहरणार्थम् अस्मिन् मार्गे बहु दैर्घ्यम् अस्ति, तस्मिन् मार्गे तावत् दैर्घ्यं नास्ति. यथा तस्मिन् इति सप्तविभक्तौ अस्ति, नाम सः मार्गः यावत् दीर्घः अस्ति, एषः मार्गः यावत् दीर्घः अस्ति, सः मार्गः तावत् दीर्घः नास्ति इति अस्मिन् अर्थे अस्मिन् मार्गे यावत् दैर्घ्यम् अस्ति, तस्मिन् मार्गे तावत् दैर्घ्यं नास्ति. यथा अस्मिन् बालके यावत् सौन्दर्यमस्ति, तावत् सौन्दर्यम् अपरस्मिन् कस्मिन्नपि बालके नास्ति. तर्हि नाम तत्र तस्मिन् इति वक्तव्यमस्ति, यतोहि भावः अस्ति. अस्मिन् जले नाम एतत् जलं यावत् उष्णमस्ति, तत् जलं तावत् उष्णं नास्ति. अस्तु, परिवर्तयतु. यस्मिन् जले तावत् औष्ण्यम् अस्ति, तस्मिन् जले तावत् औष्ण्यं नास्ति. हा, इति अस्ति. हा, अवगच्छति वा? अस्तु, समीचीनं. हा, अस्तु. औन्नत्यम् इति करोतु. औन्नत्यम्, पूर्णतया पुस्तकमपि लिखितवती. तस्मिन् पुरुषे यावत् औन्नत्यम् अस्ति, तस्मिन् पुरुषे अथवा पुरुषस्य पुरुषे तावत् औन्नत्यम्. षष्ठीविभक्तिः इति कुत्रापि भवितुम् अर्हति. मास्टर् आफ् मिमिक्री इति वदामः. षष्टि कुत्रापि भवितुम् अर्हति. अत्र सप्तमी इति विशिष्टविभक्तिः अस्ति, तस्य अनुकरणे षष्टिः अपि भवितुम् अर्हति. तर्हि वदतु. अस्मिन् पुरुषे यावत् औन्नत्यम् अस्ति, तस्मिन् पुरुषे तावत् औन्नत्यं नास्ति इति अस्ति. अस्य पुरुषस्य अपि वक्तुं शक्यते, न कापि चिन्ता. अस्तु, अन्यः प्रश्नः वा? अर्जुनः त्वं धर्म्यं युद्धं कुर्य. अत्र एकनवति अधिकशततमपुटे तत्र अष्टमवाक्यमस्ति, अहं कर्म न कुर्यां चेत् लोकाः उत्सीदेयुः इति विधिलिङ्ग् लकारः बहुवचने. विधिलिङ्ग् नाम प्रायः इति अस्मिन् अर्थे अस्ति. प्रायः यथा प्रायः अहम् उक्तवान् यत् स्यात् अथवा भवेत्, तत्तु विधिलिङ्ग् अस्ति. अत्र त्वम् इत्यस्य कुर्याः तदेव मध्यमपुरुषस्य. विषयज्ञानं न करोतु नो चेत् प्रणश्यति. हा, विषयध्यानं न करोतु नो चेत् प्रणश्यति. प्रश्नः कः? प्रणश्यति नाम नाशः भविष्यति, नाशः. विषयध्यानं मा करोतु नो चेत् विनश्यति. प्रणाशः खलु, प्रणाशः इति जानाति वा? नाशः विषयध्यानं, विषयध्यानम् इत्युक्ते विषयः, विषयस्य इत्युक्ते किम् अत्र? अत्र विषयः नाम किम्? काचन कथा, एका कथा, बालिका, बालिकायाः कथा इति विषय, इति विषयः इति वा, अथवा विषयः नाम इत्युक्ते किम्? किम् वदति सायङ्काले? अत्र अत्र विषयः, विषयः नाम अत्र आध्यात्मिकविषय, विषयः इत्युक्ते स्थूलविषयेषु, स्थूललौकिकविषयेषु मा चिन्तयतु, नो चेत् अधोगतिः भविष्यति इति अर्थः खलु? अस्तु, अन्य कोऽपि प्रश्नः? अग्रे गच्छेम, अन्तिमम् अध्ययनमस्ति, अन्तिमध्यायः अस्ति अत्र, सप्तमीविभक्तिः सत्यं, सप्तविभक्तयः इति विषयः, सप्तविभक्तयः, सर्वाः विभक्तयः, अत्र शिष्याः, गुरुः, तर्हि अत्र पद्माभगिनी अस्ति खलु? हा अस्तु, तत्र भूमिका का? पुष्पाभगिनी तत्र भूमिकाम् इति पठतु, प्रथमं दृश्यं. आरम्भे यत् लिखितं अग्रे, प्रथमं दृश्यम् उच्चैः पठत, कस्यचित् गुरोः आश्रमः, गुरुः उन्नतस्थाने उपविश्य ध्यानमग्नः अस्ति, दशशिष्याः प्रविशन्ति, शिष्याः अस्तु अस्तु, पद्मा भगिनि. शिष्या आचार्य नमो नमः. अस्तु, पुष्पा भगिनी पठतु. नेत्रे उन्नीत्य गुरु, न न अस्तु, नेत्रे उन्नीय भवती नारेटर् अस्तु. शिष्याः सर्वे आगताः, न न न न भवती नरेटर्, नरेटर् आङ्ग्लभाषा न जानाति वा? भवती यत् आवरणे लिखितमस्ति तत् पठतु, नेत्रे उन्मील्य. अस्तु अग्रे. प्रियशिष्याः सर्वे आगताः किम्? पद्मा भगिनी, शिष्याः, शिष्यः इति मा वदतु, शिष्याः इति मा वदतु. आं गुरो, वयं सर्वेपि आगताः. समीचीनं, शिष्याः अद्य अनध्ययनम् अस्ति, भवतां पाठः नास्ति. सन्तोषेण. सत्यं वा? आम्, परन्तु अन्यदेकं कार्यं सूचयामि. किं तत् गुरो? वदामि, सावधानं शृण्वन्तु, पार्श्वस्थे ग्रामे अद्य रथोत्सवः प्रचलति, भवन्तः सर्वे तत्र गत्वा रथोत्सवं दृष्ट्वा सायंकाले प्रत्यागच्छन्तु. सन्तोषेण. अहो भाग्यं, महान् सन्तोषः, वयं सर्वे इदानीम् एवं गच्छामः, एव गच्छामः, सर्वे गच्छामः, गच्छामः. अस्तु, सर्वे, सर्वे इति, सर्वे इति सन्ध्या भगिनी, गच्छामः, गच्छामः. परन्तु बहु जागरूकतया गन्तव्यं, यतः अहं भवतां बुद्धिमत्तां जानामि. वयं बहु जागरूकाः भवामः गुरो. भवतु, सर्वे मिलित्वा एव गच्छन्तु. तथैव अस्तु गुरो. स्वागतम्. तथापि एतेषां मन्दमतीनां विषये इतोपि मम विश्वासः नास्ति, अतः एवं करोमि। प्रकाशः सर्वे पंक्तिशः तिष्ठन्तु। गुरुः गणयन्ति। एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश। पश्यन्तु, भवन्तः दश जनाः सन्ति। मध्ये मध्ये परिशीलयन्तु, सर्वे आगताः वा, कोऽपि चितः न भवति। अवश्यं परिशीलयामः गुरु, वयं गच्छामः। शुभं भवतु। गुरुः गच्छति। शिष्याः सन्तोषेण नृत्यं नृत्यन्तः अन्यस्यां दिशि गच्छन्ति। न इदानीं किं पठितम् इति स्पष्टमस्ति वा? लक्ष्मी भगिनी, किं किमस्ति, किम् अभवत्? पठनस्य आवश्यकता नास्ति, इदानीं भवती वदति यत् अवगच्छामि। भवती स्वयं लिखितवती खलु? एकस्मिन् एकस्य गुरोः आश्रमे दशशिष्याः सन्ति। तान् सर्वान् दशशिष्याः आश्रमे प्रविशन्ति, गुरुः पुरतः आगच्छन्ति, सम्भाषणं कुर्वन्ति। तस्य दिने तदनन्तरं सुखेन जीवितवन्तः इति वा? सन्ध्या भगिनी, अनन्तरं सर्वे सुखेन जीवितवन्तः इति वा? न। किम् अभवत्? अहं न अवगच्छामि। अस्तु, पुनः पश्येम। भवती आचार्य नमो नमः, तत् अवगच्छति वा? कुत्र? यदा शिष्याः रथोत्सवं गमिष्यन्ति, किं कर्तुम्? अत्र लिखितमस्ति, अत्र अनध्ययनमस्ति, अत्र अनध्ययनम्। अनध्ययनम् इत्युक्ते अध्ययनं नास्ति, कार्यं नास्ति, अध्ययनम् पाठः नास्ति। भवताम् इति किं रूपमस्ति? भवतां द्वितीया, भवतां पाठः नास्ति, मध्यमपुरुषः। षष्टि बहुवचनम्। षष्टि बहुवचनमस्ति। भवान् रूपाणि वदतु। भवान् जानाति वा? कोऽपि वदति वा? वदतु। अनन्तरं वदतु। भवान् भवन्तौ भवन्तः, भवन्तं भवन्तौ भवतः, भवता भवद्भ्यां भवद्भिः, भवते भवद्भ्यां भवद्भ्यः, भवतः भवद्भ्यां भवद्भ्यः, भवतः भवतोः भवतां, भवति भवतोः भवत्सु। इति अस्ति, भवति अस्ति खलु, भवताम् अस्ति खलु, तत्र षष्टि बहुवचने। सन्तोषेण, सत्यं वा? आम्, परन्तु अन्यदेकं कार्यं सूचयामि। किं तत् गुरु? वदामि, किं कार्यमस्ति? किं कार्यं? रथोत्सवं दर्शनं। सावधानं शृणोतु। Pashvasthe. Pashvasthe nama? Samipe. Samipa. Pashvasthite. Pashvasthite. Grame. Adya rato dathotsavaha pachalati. Bhavandaha sarve tatra gatva. Rathotsavam drishtva sayankale patyagacchantu. Iti ekam karyam asti kim? Astu. Santoshena. Aho bhagyam. Astu. Mahan santosha. Etat sarvam spashtam asti kalu? Vayam sarve dani meva gacchamaha. Atra kopi prashna asti va? Sandhya bhagini? Nasti. Haan. Kimartham jagarukate agantavyam? Yadaham babatam buddhimatam janami. Nama kim? Bahu jagarakataya gantavyam. Yataha aham babatam buddhimatam janami. Jagaruka, jagarukaha, jagarukaha, nama nidravastha iti na, tasya viparitam. Nidra, nidra chi janati va? Nidram? Ha, nidra. Nidra iti, iti na, tasya viparita rupam, viparita rupam. Idanim, idanim, bhavatyaha nidra, na bhavati kalu idanim. Idanim bhavati jagaruka asti. Iti artha. Jagarukataya tyukte savadhanataya. Astu agre tathapi etesham mandamati nam Vishaye itopi mama vishwasah nasti. Atra kimasti? Bhavaneva vadatu. Kimati buddhimatam mand atra mandamatinam iti lakitamasti? Yaha mandamati. Itopi mama vishwasah Vishwasam nasti. Nasti kalu. Aham kimapi prashtavan. Tasya uttaram dadati va? Dadatu. Atra guru vadati aham bhavatam buddhimatam janami. Anantaram ikatamasti tathapi etesham mandamatinam vishaye topi mama vishwasah nasti. Nama ahatya guruh manasi vidyati buddhimantaha santi atava mandamantaha? Mandamati. Kalu. Nama atra buddhimatam tatra buddhimatam janami ityukte tatra kim? Na, nasti. Ha, nama tasya tatra tam shabda hasti kalu nama Ha upahasaha atava ha upahasaha atava atra vyangyasya varta asti. Vyangyasya varta asti ha upahasaha. Astu sumichinam. Sarcastically. Ha. Astu etat sarvam spashtam asti sarve avagacchanti va? Agre gacchema tarhi. Lakshmi bhagini. Tatra bhavati pratamah. Anantanam sarve iti Kramam madami. Atra pratamam asti Lakshmi Bhagini. Anantaram anubhav tatra abhinava madaya. Anantaram Padma Bhagini. Padma Bhagini. Anantaram Pushpa Bhagini. Na. Anantaram tritiyam asti Sandhya Bhagini. Anantaram asti Pushpa Bhagini. Anantaram asti Padma Bhagini. Astu? Karotu. Bhoho sarve shigram agacchantu. No chet vilambaha bhavati. Sarve ka asti? आगतः भो आगतः वयं सर्वेपि मा किल अग्रे अग्रे कः सन्ध्या भगिनी स्मः स्मः कः संशयः परन्तु मित्राणि वयम् इदानीमेव एकां नदीं तीर्त्वा नाम तरति नदीं तरति तरति तरति नाम एकस्मात् तीरात् एकस्मात् तटात् अग्रिमं तटं गमनं नदी नदी तरणं नदी तीर्त्वा अग्रे वदतु नदी तीर्त्वा अग्रे आगतवन्तः तत्र सर्वेपि नदीं तीर्णवन्तः वा इति मम संशयः तस्य अर्थः कः सः न जानाति यदि सर्वान् नदीं तीर्त्वा शक्नुवन्ति सत्यं सत्यम् अस्तु अग्रे ममापि सः एवं संशयः अतः एव गुरुः उक्तवान् अस्ति मध्ये मध्ये सर्वे सन्ति वा इति परिशीलयन्तु इति सत्यं दशजनाः अपि स्मः वा इति इदानीम् एव परिशीलयामः मित्राणि भवन्तः सर्वे पङ्क्तिरूपेण तिष्ठन्तु अहं गणयामि सर्वे तिष्ठन्ति इदानीं गणयामि एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव अग्रे सन्ध्या भगिनी पठतु सत्यं खलु दशमः कुत्र गतः भो भवान् गणानां सम्यक् न जानाति आगच्छतु अहं गणयामि एकं द्वे त्रीणि चत्वारि पञ्च दश पञ्च षट् सप्त अष्ट नव सत्यमेव खलु नवजनाः एवं सन्ति एव सन्ति पुष्पाग्नि तर्हि दशमः कः सः कुत्र गतः अत्र एव स्यात् एतेषु एव स्यात् एतेषु दशमः कः दशमः कः भोः कः कोलाहलः का समस्या भवताम् सन्ध्या भगिनी भोः गुरोः आदेशानुसारं वयं दशजनाः रथोत्सवार्थं प्रस्थिताः इदानीं पश्यामः नवजना एव स्मः हा हन्त उच्चैः रोदिति रोदिति अस्तु अस्तु रोदनं करोति वा अस्तु अग्रे अग्रे कः अस्ति पद्मा भगिनी स्वागतं कथम् एव वदति एषः मनसा एव सर्वान् गणयति प्रकाशः ओ सर्वे सन्ति खलु स्वागतं नाम मन्दं मन्दम् उक्त्वा स्वस्य मनसि अस्तु पुष्पा भगिनी अग्रे नहि नहि पश्यतु अहमेव गणयित्वा दर्शयामि एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव पश्यतु नवजनाः एवं स्मः दशमः कुत्र गतः हसन् मित्र भवान् एव दशमः यः दशमस्य अन्यवेषणं करोति अन्वेषणं करोति सर्वे निष्कम्पाः तिष्ठति तिष्ठन्ति निरूपकः नेपथ्ये वदति अस्तु लक्ष्मी मित्राणि एषः एव लोकस्य व्यवहारः एवमेव वयम् आत्मनः अन्वेषणं कुर्वन्तः भवामः विषयः देहः इन्द्रियाणि प्राणाः मनः बुद्धिः अहङ्कारः चित्तम् अज्ञानम् इत्येतेषु अन्यतमः एव आत्मा स्यात् इति चिन्तयन्तः वयं तत्र एव तस्य अन्वेषणं कुर्मः परन्तु वयं न जानीमः यत् यः अन्वेषणं करोति सः एव आत्मा सः एव परं ब्रह्म पटाक्षेपः पटाक्षेपः अत्र निरूपकः इति एतत् सर्वम् अवगच्छति वा प्रायः अवगन्तवन्तः स्युः वा अत्र सर्वे निष्कम्पाः इति स्तब्धाः इति खलु स्तब्धाः अनन्तरं नेपथ्ये नेपथ्यम् इति पृष्ठभूमौ निरूपकः पृष्ठभूमौ वदति निरूपकः निरूपकः इति जानन्ति खलु अस्तु निरूपकः यः तत्र नाटकमस्ति यः यस्य भूमिका नास्ति सः पार्श्वे मध्ये मध्ये यथा सन्तोषेण इत्यादिकं वदति सः निरूपकः अस्तु नावगच्छति अत्र अत्र उदाहरणार्थम् आवरणे मध्ये मध्ये किमपि टिप्पणी लिखितमस्ति यथा सन्तोषेण अथवा नेत्रे उन्मील्य स्वागतम् इति निरूपकः वदति अवगच्छति वा अस्तु तर्हि अग्रे गच्छेम सन्ध्या भगिनी कृपया निर्देशानुसारं रूपाणि परिवर्त्य यथा उदाहरणं लिखत खजानी आचार्य सम्बोधन प्रथम आचार्यः षष्ठी विभागे एकवचने आचार्यस्य षष्ठीविभागस्य अग्रे भवन्तः भवन्तः प्रथमविभक्तिः भवन्तः इति एव सप्तमी विभक्ति भव न बहुवचने भवत्सु अग्रे अग्रे मित्राणि मित्राणि इति का विभक्तिः मित्राणि प्रथम द्वितीया समीचीनं समीचीनं भवन्तः तत्र प्रथमविभक्तौ तदेव अस्ति अस्तु अग्रे अत्र लिखितमस्ति पञ्चमविभक्ति बहुवचने किम् अस्ति पद्मा भगिनी वदतु मन्दमतीनां द्वितीयविभक्ति बहुवचनम् द्वितीयविभक्ति बहुवचनम् इति कथं स्यात् न तथा नास्ति अत्र मन्दमतीनाम् अत्र लिङ्गं किं विभक्तिः का वचनं किं कोऽपि वदति वा भवन्तु षष्ठी विभक्ति बहुवचन लिङ्गं किं लिङ्गं नपुंसकलिङ्गं नपुंसकलिङ्गं कथं मन्दमति समासः अस्ति समासः यस्य मतिः मन्दम् अस्ति यस्य मतिः मन्दं स मतिः इति स्त्रीलिङ्गशब्दः मतिः अतः तत्र स्त्रीलिङ्गशब्दः अस्ति बहुवचने सत्यमेव न तत्र तत्र अस्तु तृतीय अस्तु बहुव तृतीयविभक्ति बहुवचने कस्य अस्ति न कस्य अस्ति पद्मा भगिनी कः वदति स्म अस्तु भवती एव वदतु तृतीयविभक्ति बहुवचने मन्दमतीनां तत्र षष्ठी बहुवचने अस्ति इदानीं प्रथमापक्तौ रूपं किम् अत्र मन्दमतीनाम् इति षष्ठी बहुवचने प्रथमाविभक्ति बहुवचने किम् प्रथमाविभक्ति बहुवचने किं मन्दमतयः अस्तु तृतीयविभक्ति बहुवचने मन्दमतिभिः अस्तु समीचीनमस्ति हा विषये अत्र पद्मा भगिनी करोतु विषये विषये द्वितीयविभक्ति बहुवचनं बहुवचनं विषये न अत्र तथा नास्ति अत्र सन्ध्या भगिनी करोतु पद्मा भगिनी भवतीः विभक्ति अभ्यासः अपेक्षितः अस्ति विषये द्वितीयविभक्ति विषयं न द्वितीयविभक्ति विषयं न अत्र विषये इति का विभक्तिः किं वचनमस्ति विषये सप्तमी वचनं किम् सप्तमी विभक्ति एकवचनम् अस्तु इदानीं प्रथमभक्ते प्रथमभक्तौ रूपं किम् विषयः अस्तु द्वितीयविभक्ति एकवचने विषयम् अस्तु इदानीं सम्यक् अस्ति पुष्पा भगिनी अग्रे वयं प्रथमाविभक्ति अस्मत् अस्तु चतुर्थी विभक्ति बहुवचन अस्माभ्यः न चतुर्थी बहुवचने किमस्ति अस्मभ्यम् अस्मभ्यम् अस्मभ्यम् अस्तु अग्रे एतम् एतं प्रथम एकवचन द्वितीय एकवचनं प्रथमान्तरूपाणि एषः षष्ठी एकवचनं एतस्य बहु सम्यक् अस्ति अस्तु मम मम अहं शब्दस्य षष्ठी एकवचनम् अहं प्रथमाविभक्ति सप्तमी विभक्ति एकवचनं मयि सम्यक् अस्ति अग्रे अग्रे सन्ध्या भगिनी अग्रे जनाः प्रथमाविभक्ति बहुवचनं प्रथमविभक्ति एकवचनं जनः. द्वितीयविभक्ति जनम्. द्वितीय बहुवचनं लिखितमस्ति. ओ जनम् किमस्ति? जनान्. जनान् बहु सम्यक् अस्ति. हा पद्मा भगिनी अग्रे. अस्तु अस्तु अस्तु एकनिमेषः, लक्ष्मी भगिनी अग्रिमं करोतु, अनन्तरं पद्मा भगिनी, तदनन्तरं करोतु. पथिकः, पथिकः इति भवती करोतु. बुद्धिमत्ता पथिकः धर्माविभक्ति. सम्बोधनविभक्ति. पथिकं द्वितीयविभक्ति. पथिकमस्ति. अस्तु सम्यक् अस्ति. बुद्धिमत्तां बुद्धिमत्तां द्वितीय एकवचनं. द्वितीय एकवचनं द्वितीय एकवचनं. ओ वस्तुतः एतत् सर्वं वयं न अधीतवन्तः. हलान्तशब्दः अस्ति, हलान्तशब्दः अस्ति. बुद्धिमत् इति प्रतीकं मूलरूपमस्ति बुद्धिमत्, वयं न कृतवन्तः. यथा भवत् शब्दः अस्ति, भवत् इव अस्ति. बुद्धिमत् इति भवत् इव, तर्हि किमस्ति? षष्ठी बहुवचनं बुद्धिमत्तां. षष्ठी बहुवचनं बुद्धिमत् मूलरूपं. बुद्धिमान् बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः. प्रथमाविभक्ति बहुवचनं बुद्धिमन्तः. अस्तु अग्रे. पथिकः गुरुः प्रथम एकवचन एवं तृतीय एकवचनं गुरुणा. अस्तु सम्यक् अग्रे. पुष्पा भगिनी अग्रे. एतेषु सप्तमीभक्ति बहुवचन. एतत् रूपं चतुर्थी विभक्ति बहुवचन एतेभ्यः. बहु सम्यक् अस्ति. अस्तु अग्रे. पद्मा भगिनी अग्रे. भवतां द्वितीयविभक्ति. भवतः न न अत्र अत्र द्वितीयविभक्तिः नास्ति. सन्ध्या भगिनी वदतु. सप्तमी नास्ति. सन्ध्या भगिनी साहाय्यं करोतु. भवतां द्वितीय नास्ति. द्वितीय नास्ति न. अस्तु पुष्पा भगिनी वदतु. षष्टि बहुवचनं. न न षष्टि वचनं किम्? वचनं किम्? वचनं बहुवचन. हा हा षष्टि बहुवचनमस्ति. हा भवताम् अस्तु. पञ्चमीविभक्ति बहुवचन भवद्भ्यः. भवद्भ्यः अस्तु सम्यक्. अस्तु अग्रे लक्ष्मी. विश्वासः. अस्तु पद्मा भगिनी करोतु. विश्वासः विश्वासः किन्तु विश्वासः इति विश्वासः इति उक्तवती वा? विश्वासः इति कीदृशं रूपम्? भगिनी वदतु. प्रथमाविभक्ति विश्वासस्य षष्ठी विभक्ति हा अस्तु सम्यक् अस्तु संध्या भगिनी करोतु गुरोः गुरोः भवती वदति अथवा पृच्छति अहं वदामि अस्तु अस्तु षष्टि वा षष्टि अथवा सम्बोधनं न न सम्बोधनं न षष्टि अथवा पुष्पा भगिनि पञ्चमी पञ्चमी षष्टि समानं खलु सप्तमी विभक्ति एकवचनम् सप्तमी एकवचनं हा पद्मा भगिनि पुष्पा भगिनि हा पुष्पा भगिनी जानाति भवत्याः पुरस्कारः भवति बहु समीचीनम् अस्तु अग्रे महोदय अभिनन्दनं निर्देशानुसारं यथोदाहरणं वाक्यानि परिवर्तयत् उदाहरण दश शिष्याः प्रविशन्ति उदाहरणार्थं दश शिष्याः प्रविशन्ति लोट् लकारे दश शिष्याः प्रविशन्तु सर्वे आगताः किम् लट् लकारे सर्वे आगच्छन्ति किम् वयम् इदानीं गच्छामः एकवचने अहम् इदानीं गच्छामि अस्तु सम्यक् अस्ति अग्रे पद्मा भगिनी अग्रे परन्तु अन्यदेकं कार्यं सूचयामि परन्तु अन्यदेकं प्रथमपुरुषः अहं प्रथमपुरुषे अस्ति न अत्र अत्र उत्तमपुरुषे अस्ति खलु उत्तमपुरुषे परन्तु अन्यदेकं कार्यं सूचयन्तु अत्र प्रथमपुरुषः सन्ध्याभगिनी साहाय्यं करोति वा सूचयति हा सम्यक् सूचयति अत्र अत्र वचनपरिवर्तनं नास्ति खलु वचनपरिवर्तनम् अत्र केवलं पुरुषपरिवर्तनम् अस्ति सन्ति पद्मा भगिनी पश्यतु परन्तु अवगच्छति अग्रिमं करोतु सायङ्काले प्रत्यागच्छन्तु सायङ्काले अत्र लट् लकारः इत्युक्ते किं लट् इत्युक्ते लट् इति लट् इति अस्ति खलु लट् हा वर्तमानकालः सायङ्काले प्रत्यागच्छति हा किन्तु बहुवचने अस्ति खलु अस्तु पुष्पा भगिनी अग्रे अन्वेषणं करोति अन्वेषणं कुर्वन्ति अत्र कुर्वन्ति कथम् अत्र मध्यमपुरुषः लिखितमस्ति वचनपरिवर्तनम् इति नास्ति मध्यमपुरुषः करोषि हा हा वदतु अन्वेषणं करोषि अस्तु भवती ज्ञातवती अथवा दृष्ट्वा दृष्ट्वा अस्तु अस्तु अस्तु बहु समीचीनम् अस्ति अस्तु महोदय करोषि अथवा कुरु अत्र लट् अस्ति किं कुत्र अस्ति मयूरपुरुषः अत्र करोति इति लट्लकारः कुरुति लोट् सज्जाः भवन्ति लोट् सज्जाः भवतु भवन्तु पुष्पा भगिनी भवती अभ्यासं कृतवती इति तु समीचीनमस्ति किन्तु यदा कदाचित् किमपि वदति तु संस्कृतेन वदतु आङ्ग्लभाषया वदति को लाभः पुनः आङ्ग्लभाषया मम स्वास्थ्यम् एतत् सर्वं श्रुत्वा मम स्वास्थ्यम् असमीचीनं भविष्यति अस्माकं वर्गः संस्कृतवर्गः अस्ति भवती सर्वं कृतवती अभ्यासं कृतवती किन्तु वारं वारम् आङ्ग्लभाषया किमर्थं वदति यदा कदापि भवती वदति आङ्ग्लभाषया तु मम स्वास्थ्यम् असमीचीनं भविष्यति मम व्याधिः भविष्यति श्रुत्वा श्रुत्वा अस्तु अग्रे पद्मा भगिनी अग्रे वदतु पठतु एतानि अव्ययपदानि उपयुज्य वाक्यानि रचयत अपि अपि वयं संस्कृतकक्षां कक्षां स्म स्म अत्र अपि अस्ति खलु अपि स्म कुतः आगतः अपि शीघ्रमेव पूर्वे वाक्यपूर्वे अपि वयं संस्कृतकक्षां गीतासोपानं पठितवन्तः पठितवन्तः पठामः किम् अपि इति उक्तवती वा उक्तवती अस्तु अस्तु अग्रे अग्रे गच्छामः तर्हि अग्रे अग्रे संध्या भगिनी तत्र अद्य इति वदतु अद्य अत्र अस्य मूल्यं नास्ति मूल्यमस्ति वा अद्य सर्वे जानन्ति नास्ति खलु सर्वे जानन्ति एव सर्वे जानन्ति अद्य नाम अपि अद्य आम् आम् इति किम् अत्र अस्ति कोऽपि लाभः अस्ति परन्तु तत्र एव इदानीं न खलु कुत्र एतत् सर्वं जानन्ति वा सर्वे एषु शब्देषु कोऽपि प्रश्नः वा अङ्कैः सङ्ख्यां लिखत अस्तु लिखत अस्तु सर्वे लिखन्तु अनन्तरं पठात् पाठात् त्वान्तानि ल्यबन्तानि च अव्ययानि चित्वा वाक्यानि रचयत अस्तु त्वा इति सर्वे जानन्ति खलु अस्तु किं कुर्मः नाम यत्र ल्यप् अस्ति उदाहरणं यत्र उपसर्गः अस्ति उपसर्गः यत्र अस्ति नाम गत्वा किन्तु नाम गच्छति आगच्छति गत्वा आ आगत्य तत्र क्त्वा नास्ति तत्र ल्यप् अस्ति आगत्य यकारः इति ल्यप् ल्यप् यत्र उपसर्गः अस्ति अस्तु अत्र क्त्वा इति रूपं सर्वे वदन्तु एकं लिखित्वा पठित्वा प्रक्षालयित्वा प्रक्षाल्य इति अस्ति उपसर्गपूर्वक प्रक्षाल्य तत्र क्त्वा इति सर्वे वदन्तु शीघ्रं शीघ्रातिशीघ्रम् एकवारं दृष्ट्वा हा अस्तु वाक्यं वदतु न वाक्यं वाक्यं चलचित्रं दृष्ट्वा अहं कार्यालयं गच्छामि. चलचित्रं दृष्ट्वा अहं कार्यालयं गच्छामि. अस्तु अग्रे. अधुना पाठं पठित्वा गृहं गच्छामि. अस्तु समीचीनम्. अनन्तरं सन्ध्या भगिनी, पद्मा भगिनी, पुष्पा भगिनी. वस्त्राणि प्रक्षालयित्वा निद्रां करिष्यामि. प्रक्षालयित्वा, वस्त्राणि क्षालयित्वा निद्रां करिष्यामि. अत्र प्र इति उपसर्गः, तत्र प्रक्षाल्य, क्षालयित्वा अथवा क्षालयित्वा अथवा प्रक्षाल्य. समीचीनम्. अस्तु अग्रे पद्मा भगिनी. अहं देवालयं गत्वा दैवं दृष्टामि, पश्यामि. पुनः वदतु. अहं देवालयं गत्वा दैवं पश्यामि. दैवम् अथवा देवं? देवं दैवमिति नास्ति. देवं देवं हा देवम्. अस्तु समीचीनं, समीचीनमेव. अस्तु सम्यक्. अस्तु पुष्पा भगिनी. सर्वान् दृष्ट्वा दृष्ट्वा, रैट्? नाट् दृष्ट्वा, दृष्ट्वा, रैट्? सत्यं. दृष्ट्वा इति शक्यते. सर्वान् दृष्ट्वा, सर्वान् दृष्ट्वा इति शक् बुद्धिमताः बुद्धिमन्ताः शक्यते शक्नोमि. सर्वान् दृष्ट्वा बुद्धिमन्ताः सन्ति इति शक्नोमि. इति शक्नोमि न शक् इति अवगन्तुं शक्नोमि. सर्वान् दृष्ट्वा, सर्वान् दृष्ट्वा ते बुद्धिमन्ताः इति शक्नोमि. न इति अवगन्तुं शक्नोमि. इति अवगन्तुं शक्नोमि. शक्नोमि इति न, अवगन्तुं शक्नोमि अथवा अवगच्छामि. सम्यक्, सर्वे उक्तवन्तः. अस्तु अग्रे अन्तिमम् अस्ति. अन्तिमं तत्र किमपि अस्ति? लक्ष्मी भगिनी पठ. यथोदाहरणं क्रियापदं विभज्य वाक्यानि पुनः लिखत. उदाहरणार्थं कार्यं सूचयामि, कार्यस्य सूचनां करोमि. अस्तु कार्यस्य सूचनां करोमि, सूचयामि, सूचनां करोमि. अस्तु अग्रिमम्. वयम् इदानीं गच्छामः, वयम् इदानीं गमनं करोमि. वयं वयं गमनं कुर्मः, गमनं. वयम् इदानीं गच्छामः, वयम् इदानीं गमनं कुर्मः. अस्तु अग्रे गुरुः गणयति, गुरुः गणनां करोति. गणनं करोति. सन्ध्या भगिनी अग्रे. कार्यमिति स्यात्. कार्यं परिशीलयामः. कार्यं परिशीलनं कुर्मः. बहु सम्यक् अस्ति. एकः दोषः अस्ति, सामान्यदोषः. अत्र कार्यं परिशीलयामः, तत्र परिशीलनं कुर्मः इति सम्यक्. तत्र कार्यमिति किं भवेत्? अत्र कार्यं किं स्यात्? कार्यस्य कार्यस्य यत्र यत्र क्रियापदम् एकं नामपदं कुर्मः यथा सूचयति इति सूचनं गच्छति इति गमनं पश्यति इति दर्शनं शृणोति इति श्रवणं लिखति इति लेखनं तत्र यत् कुर्मः यत् कर्मपदमस्ति तस्य षष्टिविभक्तिः भवति क्रियपदमस्ति चेत् द्वितीयविभक्तिः कर्मपदस्य यत्र ऐ एन् जि इति आङ्ग्लभाषया तत्र गमनं श्रवणम् इत्यादिकं कुर्मः तत्र तस्मात् पूर्वं यत् कर्मपदमस्ति कर्मपदस्य का विभक्तिः का विभक्तिः भवति षष्टिविभक्तिः भवति सन्ध्या भगिनी पुनः वदतु कार्यस्य परिशीलनं कुर्मः अस्तु पुष्पा भगिनी अग्रे दशमम् अन्वेषयति दशमस्य अन्वेषणं करोति इति पुस्तके लिखितमस्ति अस्तु सम्यक् वदना भगिनी अग्रे निरूपकः नेपथ्ये कथयति निरूपकः नेपथ्ये कथनं करोति बहु सम्यक् अस्ति सर्वे सर्वे वाक्यं विरचय्य परिवर्तयन्तु यथा अहं जनं पश्यामि अहं जनस्य दर्शनं करोमि सर्वे वदन्तु इदानीम् अभ्यासं करोतु तत्र अहं निबन्धं लिखामि अहं निबन्धस्य लेखनं करोमि सम्यक् अन्यत् करोतु अग्रे अहं मधुरं खादामि अहं मधुरस्य खादनं करोमि सम्यक् अग्रे शीघ्रं सन्ध्या भगिनी अग्रे पुष्पा भगिनी वदतु अहं जलं पिबामि जलस्य पिबनं पास्यं करोमि किं भवति पिबामि इत्यस्य किं भवति पिबामि तु आसीत् परिवर्तयतु किं भवति पानं करोमि पुनः वदतु अहं जलस्य पानं अस्तु अग्रे सन्ध्या भगिनी अग्रे अहं पुस्तकानि क्रीणामि सम्यक् अग्रे अहं पुस्तकस्य किन्तु पुस्तकानि इति उक्तवती खलु पुस्तकानि तस्य षष्टि किम् ओ षष्टि न षष्टि पुस्तकानां अस्तु पुस्तकानां क्रेषणं किमस्ति क्रयणं करोमि सम्यक् अस्ति अग्रे पद्मा भगिनी अग्रे सर्वे द्विवारं कुर्वन्तु शीघ्रं अहं सङ्गणके जालपुटं पठामि अहं सङ्गणके जालपुटं सङ्गणके जालपुटं पठामि अस्तु अस्तु अग्रे अहं सङ्गणकस्य जालपुटं पठनं करोमि भवत्याः इच्छा बहु समीचीना अस्ति, किन्तु तत्र दोषः अस्ति यत् कर्मपदमस्ति द्वितीयाविभक्तौ सामान्यवाक्ये तस्य पदस्य षष्ठी, सङ्गणके इति शिका विभक्तिः अस्ति, तत्र अहं सङ्गणके जालपुटं पठामि, तत्र कस्य पदस्य नाम सङ्गणके इति शिका विभक्तिः भवती बहु किमपि जानाति, किन्तु तत्र रूपाणां नाम इत्यादिकं तत्र षष्ठी नास्ति, सङ्गणके सङ्गणके इति का विभक्तिः सप्तमी अस्ति खलु सङ्गणके, अतः तस्य परिवर्तनं न भवति। तत्र जालपुटं पठामि, तत्र जालपुटम् इत्यस्य का विभक्तिः न इदानीं जालपुटम् इति यथा वाक्यमस्ति तस्य का विभक्तिः जालपुटम् इति शब्दस्य का विभक्तिः तस्य षष्ठी करोतु, तस्य षष्ठी अहं जालपुटे अहं सङ्गणके जालपुटस्य पठनं करोमि। इदानीं सुन्दरमस्ति, अहं चिन्तयामि भवती जानाति स्म, केवलं नाटकं करोति, एतत् सर्वं जानाति स्म, सम्यक् कृतवती। अस्तु, अन्यत् नूतनवाक्यम्। अहं कार्यानं चालयामि, अहं कार्यानस्य चालनं करोमि। अस्तु, अन्यत् करोतु अग्रे। अहं चलनचित्रं पश्यामि, अहं चलनचित्रस्य दर्शनं करोमि। नूतनवाक्यमस्ति वा? किञ्चित् नूतनं करोतु भोः। अस्तु, अग्रे अग्रे पुष्पा भगिनि वदतु। क्रमः विपरीतः अस्ति। अस्तु, हा, पुटस्य गणनं करोमि, अनन्तरं किमस्ति द्वितीयवाक्यं वदामि, प्रथमवाक्यं पुटस्य गणनं करोमि, तत्र किं भवति? गणयामि, सम्यक्, अस्तु, सम्यक् आसीत्, गणयामि। अस्तु, सन्ध्या भगिनि वदतु। अहं वृक्षे पुष्पाणि चिनोमि, अहं वृक्षे पुष्पाणां चयनं करोमि। अहं चित्रं रचामि, रचयामि। अहं चित्रस्य रचनं करोमि। अस्तु, सम्यक् अस्ति, अग्रे पद्मा भगिनि अग्रे। अहं स्वरूपमहोदय के संस्कृतभाषां महोदयस्य खलु महोदयस्य संस्कृतभाषां पठा पुष्पा भगिनी सहायं करोतु. अहं स्वरूपमहोदयेन संस्कृतभाषां पठामि. अहं स्वरूपमहोदयेन संस्कृतभाषस्य पठनं करोमि. बहु सम्यक् अस्ति भगिनी, किन्तु भाषा इति स्त्रीलिङ्गे अस्ति खलु, भाषस्य न भवति. भाषायाः अस्तु. सन्ध्या भगिनी अग्रे. अहम् आपणं गच्छामि. अहम् आपणस्य गमनं करोमि. बहु सम्यक् अस्ति. अस्तु अग्रे. अग्रे शीघ्रम्. अहम् अधुना स्वरूपमहोदयस्य संस्कृतभाषा पाठनं शृणोमि. संस्कृतभाषायाः पाठनस्य श्रवणं करोमि. सम्यक् दीर्घवाक्यम्. अस्तु. सन्ध्या भगिनी अग्रे. पुष्पा भगिनी, पद्मा भगिनी. अहं पुष्पस्य न देवं पूजयामि. अस्तु, देवं पूजयामि. परिवर्तयतु. अहं पुष्पस्य देवेन पूजां करोमि. प्रथमं वाक्यं किम् आसीत्? अहं देवं पूजयामि इति, देवं पूजयामि इति सरलवाक्यमस्ति, तस्य परिवर्तनं करोतु. तत्र पुष्पम् इति त्यजतु. देवं पूजयामि. देवेन इति किमर्थम्? अत्र पूजनम् इति भविष्यति खलु, पूजनं करोमि. कस्य बहु सम्यक् अस्ति. अहं देवं पूजयामि, अहं देवस्य पूजनं करोमि. अवगच्छति वा? संस्कृतम् अवगच्छामि. अहं संस्कृतस्य अवगच्छनं करोमि. किन्तु अवगच्छामि इत्यस्य किं भवति? अवगमनं भवति खलु, अवगच्छामि इति अवगमनं करोमि. पुनः वदतु. अवगच्छनं करोमि. न, भवती उक्तवती खलु अहं संस्कृतम् अवगच्छामि इति उक्तवती. न, अहं संस्कृतस्य अवगमनं करोमि. अस्तु अवगमनं करोमि. अस्तु अग्रे. अहं भोजनं खादामि. अहं भोजनस्य खादनं करोमि. भवती तस्याः साथ भवतः किमपि नूतनं न कोऽपि करोति. अस्तु, सन्ध्या भगिनी वदतु. अहं मार्जालान् इच्छामि. अहं मार्जालानाम् इच्छनं करोमि. Majalan, majalanam. Ha? Punah duti wakim kim? Majalanam? Marjalanam icchanam karomi. Ha, kintu icchanam na bhavati. Iccha ati eva asti. Iccha karomi. Ha, dutiya vibhakti. Icchaam. Iccham karomi. Ha, punah vadatu. Aham marjalanam iccham karomi. Samichinam. Sarve uktavantah va? Aham Bharat deshe bhramami. Aham Bharat deshasya bhramanam karomi. Ha, bhramati bhramami. Ha, iti asti. Ha, samyak. Samyak. Aham phalani ganayami. Aham phalanam gananam karomi. Ha, astu. Adyatve yada nidra bhavati tada svapnaha tu sanskritena bhavati va? Iti ched asmakam vargasya saphalyam. Pushpa bhagini. Bhavati aha svapnaha sanskritena bhavati va? Svapnena? Ha, svapnaha sanskritena bhavati va? Na, yada ratri velayam yada bhavatyaha nidra ayati tada tasmin samaye yada svapnaha bhavati tada kaya bhashaya bhavati? Kannada bhashaya. Kannada bhashaya. Oh. Mama api bhavati kannada bhashaya. Katham. Bhasham na janami eva tathapi. Svapnam avagatnam nasagnam. Svapne mama matribhashaya rachayati. Padma bhagini? Manobhashaya rachayati. Matribhasa ka bhagini? Mama matribhasa? Ha. Telugu. Oh, Telugu asti. Ha, satyam. Bhavatah svapna to kaya bhashaya bhavati? Hindi bhajayam. Hindi bhajayam. Satyam. Bhavatyaha? Svapnaha? Bhasha nasti. Bidala hai va? Bhasha nasti. Svapnasya bhasha. Kopi nasti. Mamu matru bhasha. Iktam karomi. Sanskrita bhashe. Svapnam karomi. Iktam karomi. Natu. Avagachami. Nabhavati. Sandhya bhagini, bhavatyaha svapnaha sanskritena bhavati va? Prayaha idanim na. Kim, purvam bhavati sma ati va? Purvam tatha bhavati sma idanim na? Na. Prayaha bhavishyat kale sanskritena. Oh. Bhavishyati. Purvam tatha nasit? Kim? Na. Aham chintayami sma bhavatyaha shishu kale tatha bhavati sma. Janin somavasare cha budhavasare ratri cha svapnayam svalpa samskrita bhashasya svapnam. Aha. Astu. Bahu samichinam asti. Astu. Ha. Nama asmakam ekam karyam bhavati sma yadi grihe eva sanskrita sambhashanam bhavati. Yadi. Tarhi etadrishi nama dharapavaha. Etadrishi dharapavaha bhavati. No chet iti api na vadami. Karoti chet bahu labhaya asti. Khalu? नाम यदि संस्कृतेन वदन्ति गृहे तर्हि बहु लाभः अस्ति. अन्ये जनाः सन्ति गृहे? कति जनाः सन्ति? गृहे जनाः सन्ति? अन्या नास्ति. भवती एकाकिनी अस्ति वा? मम पति संस्कृतभाषेन न भाषति, जानाति. किन्तु पतिः अस्ति न वा? अस्ति. अस्ति चेत् किमर्थं नास्ति इति वदति? भाषां जानाति तु वयं सर्वे न जानीमः स्म, किन्तु एकस्मिन् दिने वयम् अधीतवन्तः, इदानीं वयं जानीमः. सः अपि ज्ञातुं शक्नोति खलु? भवती तं पाठयतु, तं पाठयतु. तत्र यत्र भवान् वसति तत्र जनानां किञ्चित् संस्कृतज्ञानमस्ति खलु? किञ्चित् ज्ञानमस्ति. बाल्यकाले संस्कृतं पठितवन्तः. तर्हि कश्चन आधारः तु अस्ति एव, बहु सम्यक् अस्ति. तत्र किञ्चित् अभ्यासं कुर्वन्ति चेत् लाभाय एव. भव्या महोदय, सर्वकाले संस्कृतभाषे वदति. भव्या भगिनी इति वा? भव्या भगिनी. हा हा हा, भव्या भगिनी. न्यूयार्क् सर्वकाले संस्कृतभाषे वदति. न्यूयार्क् नगरे? न्यूयार्क् नगरे? न्यूयार्क् नगरे. अस्तु, बहु सम्यक् अस्ति. तथा सर्वे कुर्वन्ति चेत् लाभाय. किं किम् अहमपि अभ्यासं करोमि. हा हा, अवश्यम् अवश्यम्. अस्तु, अनेन विरमाम. हा, किन्तु अग्रिमे सप्ताहे नूतनपुस्तकम् अस्ति भविष्यति. नाम इदं पुस्तकं समाप्तं. सर्वेषां सर्वेषां पार्श्वे पुस्तकमस्ति? नूतनपुस्तकं द्वितीयभागः अस्ति वा? आर्डर् कृतवान् वा? अद्य करोतु एव, नो चेत्. यतोहि तेषां न जानामि किमर्थं, किन्तु समयः भवति. हा हा, जालपुटे अस्ति. तत् संस्कृतभारत्याः संस्कृतभारत्याः यु एस् ए जालपुटे अस्ति. सर्वे आर्डर् कुर्वन्तु. जालपुटः वेब् वेब् जालस्थाने. अस्तु अस्तु अस्तु, सर्वे अवश्यं स्वीकुर्वन्तु पुस्तकम्. अवश्यं स्वीकुर्वन्तु, अग्रिमे सप्ताहे नूतनपुस्तकं भविष्यति. अस्तु, नो चेत् दण्डः भविष्यति. अस्तु अस्तु, तर्हि अग्रिमे सप्ताहे मिलामः. अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः. अस्तु अस्तु, अभिनन्दनानि, नमस्कारः.